पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 82 पार्वत्युवाच वैष्णवानां लक्षणं च कीदृश्यं प्रतिपादितं महिमा कीदृश्यश्चैव वदविश्वेश्वरप्रभो महादेव उवाच विष्णोरयं यथप्रोक्तो ह्यदो वै वैष्णवो मदः सर्वस्यादिस्तु विज्ञेयो ब्रह्मरूपधरस्ततः यत् सकाशात् सञ्जाता ब्राह्मणा वेदपारगाः ते वैष्णवास्तु विज्ञेया नैवान्येदु कदाचन शौच सत्यक्षान्तियुक्तो रागद्वेषविवर्जितः वेदविद्याविचारज्ञो यः स वैष्णव उच्यते अग्निहोत्ररतो नित्यं नित्यं चातिथिपूजकः पितृभक्तो मातृभक्तः स वै वैष्णव उच्यते दयाधर्मेण संयुक्तस्तथा पापपराङ्मुखः शङ्खचक्राकितो यो वै स वै वैष्णव उच्यते कण्ठे मालाधरो यस्तु मुखे रामं सदोच्चरेद गानं कुर्यात् सदा भक्त्या स नरो वैष्णवस्मृतः पुराणेषु रदा नित्यं यज्ञेषु चरदा सदा ते नरा वैष्णवाज्ञेयाः सर्वधर्मेषु सम्मताः तेषां निन्दां प्रकुर्वन्ति ये नराः पापकारिणः ते मृतास्तु कुयोनिं वै गच्छन्ति च पुनः पुनः गोपालनाम्नि मूर्तिं च यर्चयन्ति द्विजाः सदा धातुमात्रमयीं कृत्वा चतुर्हस्तां सुशोभितां पूजां कुर्वन्ति ये विप्रास्ते ज्ञेयाः पुण्यभाजिनः कृत्वा पाषाणजां मूर्तिं कृष्णाख्यां रूपसुन्दरीं पूजां कुर्वन्ति ये विप्रास्ते ज्ञेयाः पुण्यमूर्तयः शालग्रामशिला यत्र यत्र द्वारवदीशिला उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः मूर्तिं मन्त्रेण संस्थाप्य पूजनं क्रियते यदि तदर्चनं कोटिगुणं धर्मकामार्थमोक्षदम् नवधा तत्र वै भक्तिकर्तव्या च जनार्दने अधः पाषाणजामूर्तिस्तथा धातुमयी त्वया तस्यां भक्त्र्यै प्रकर्तव्यं ध्यानं पूजनमेव च राजोपचारकीं पूजाम् मूर्तौ तत्र प्रकल्पयेद सर्वात्मानं स्मरेन्नित्यं भगवन्तमधोक्षजं दीनानाधैकचरणं लोकानां वृत्तिकारणं मूर्तौ तत्र स्मरेन्नित्यं महापादकनाशनं गोपालोऽयं तथा कृष्णो रामोऽयमिति च ब्रुवन् पूजां करोति यः सम्यक् स वै भागवतो नरः गोकुले तु यथारूपं धृतं वै केशवेन तु तादृग्रूपं प्रकर्तव्यं वैष्णवैर्नरसत्तमैः आत्मसन्तोषणार्थाय स्वरूपं कारयेद्बुधः यदो भक्तिस्तु बहुला जायते नात्र संशयः शङ्खचक्रगदादीनि विष्णोश्चैवायुद्धानि च तस्यामूर्तौ विशेषेण कर्तव्यानि प्रमाणदः चतुर्भुजां द्विनेत्रां च शङ्खचक्रगदाधरां पीधवासपरिधानां शोभमानां गरीयसीं वनमालां दधानां तां लसद्वैडूर्यकुण्डलां मुकुडे मणिसंयुक्तां कौस्तुभोद्भासितां सदा सौवर्णीं चाध रौप्यां वा ताम्रजां चाध पैतलीं कारयेत्परया भक्त्या वैष्णवैर्द्विजसत्तमैः आगमोक्तैर्वेदमन्त्रैः प्रतिष्ठाप्य विशेषदः पश्चाद्वै अर्चनं कार्यं यथा शास्त्रानुसारदः षोडशोपचारैर्मन्त्रैः पूजनं विधिपूर्वकं पूजिते द्विजगन्नाथे सर्वे देवाश्च पूजिताः अदो येन प्रकारेण पूजनीयो महाप्रभुः अनादिनिधनो देवशङ्खचक्रगदाधरः सर्वं ददाति सर्वेशो वैष्णवान् पुण्यरूपिणः यथा विष्णुस्तथा सर्वो नान्तरं वर्तते क्वचिद् एवं ज्ञात्वा दुभो देवि ह्युभयोर्मूर्तिकल्पनम् शिवपूजां प्रकुर्वाणो विष्णुनिन्दासु तत्परः रौरवेषु नरकेषु वसते नात्र संशयः अहं विष्णुरहं रुद्रो ह्यहं ब्रह्मा पितामहः सर्वभूतेषु सततं संवसामि पुनः पुनः पार्वत्युवाच के दासा वैष्णवा केदु के भक्ता भुवि कीर्तिदाः तेषां वैलक्षणं ब्रूहि यथार्थं वै महेश्वर महादेव उवाच शूद्रा भवन्ति वै दासा वैष्णवा नारदादयः प्रह्लादश्चाम्बरीषाद्या भक्तास्ते नगनन्दिनि ब्रह्मक्रियारदो नित्यं वेद वेदाङ्गपाठकः शङ्खचक्राङ्कितो यस्तु स वै वैष्णव उच्यते द्विजसेवारदो नित्यं नित्यं विष्णुप्रपूजकः शृणोति बहुधा चैव पुराणं वेदसंमिदं न शूद्रो हरिदासस्तु इत्युक्तो नगनन्दिनि पञ्चवर्षत्वमाश्रित्य कृता भक्तिरनेकधा स वै भक्त इति प्रोक्तः सर्वसाधुषु सम्मतः ध्रुवादयस्ते विज्ञेया अम्बरीषादयश्च ये भक्ताश्च मुनिभिप्रोक्ताः सर्वकालेषु भामिनि कलौ धन्यतमा शूद्रा विष्णुध्यानपरायणाः इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनं शङ्खचक्राङ्कितो यस्तु विष्णुभक्तिप्रकारकः चतुर्विध महोत्साहकर्ता चैव विशेषतः स शूद्रो विष्णुदासस्तु यथा दृष्टं यथा श्रुतम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे दासवैष्णवानां महिमानाम द्व्यशीतितमोऽध्यायः ॐ